सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तुते। येनाक्षरसमां नायमधिगम्य महेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। हरिः ओं श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। प्रवर्तमानविषयः अस्ति सार्वधातुकलकाराः अर्धधातुकलकाराः, तेषाम् अधिकचिन्तनम्। वयं दृष्टवन्तः एतावत् मूले सर्वे लकाराः, दशलकाराः अर्धधातुकसंज्ञकाः, अर्धधातुकं शेषः इति संज्ञासूत्रेण सर्वे लकाराः प्रथमदृष्ट्या अर्धधातुकसंज्ञकाः। परन्तु यदा तत्र प्रक्रिया भवति तत्र लकाराः प्रक्रियायां न तिष्ठति, सर्वेषां लकाराणां स्थाने तत्र तिवादयस्य निर्देशः अस्ति। सो लस्सि इति अधिकारेण तत्र लः स्थाने सर्वेषां दशलकाराणां स्थाने तत्र तिवादयस्य विधानम्। केषुचित् विशिष्टलकारेषु तत्र तिवादयस्य पूर्वे एव लकारनिमित्तीकृत्य तत्र मध्ये भिन्नप्रत्ययः आयाति। अनन्तरं तत्र लस्य इत्यनेन तिवादयस्य अपि विधानं भवति। परन्तु प्रथमसोपाने तत्र केषुचित् विशिष्टलकारेषु एव एतादृशः कार्यं भवति, इत्युक्ते लकारनिमित्तिक लकारस्य कारणेन कोऽपि भिन्नप्रत्ययः मध्ये धातोः अनन्तरं तत्र विधीयते, तादृश तत्र सूत्राणि सन्ति। अतः यदा तत्र धातोः अनन्तरं लकारस्य कारणेन विशिष्टलकारस्य कारणेन तत्र मध्ये भिन्नप्रत्ययः आयाति, तत्र पश्यामः चेत् तत्र यः धातोः साक्षात् अनन्तरं तत्र यः प्रत्ययः तस्य स्वभावः, तस्य प्रत्ययस्य स्वभावः पश्यामः चेत् तत्र तिंशित् सार्वधातुकम् इत्यनेन तत्र सार्वधातुकसंज्ञकः सः प्रत्ययः नास्ति, सः अर्धधातुकं शेषः, ते सर्वे प्रत्ययाः विशिष्टलकारनिमित्तिकप्रत्ययाः अर्धधातुकसंज्ञकाः। अतः धातोः साक्षात् परे तत्र सार्वधातुकप्रत्ययः तिष्ठति, तस्य कारणेन तेन कारणेन तत्र कर्तरि शब् सूत्रस्य प्रसक्तिः न भवति। लकारद्वये तत्र यदा तत्र लस्य इत्यनेन तिवादयस्य विधानं भवति, तथापि तत्र साक्षात् महर्षिणा सूत्रद्वारेण उक्ता सूत्रद्वारा तत्र निर्देशं दत्तम्, अस्मिन् विशिष्टलकारे तिवादयः आर्धधातुकसंज्ञकः, यथा तत्र लिट् लकारः, लिट् च एण्ड् आशीषि लिङ्लकारः। सो आशीषि लिङ्लकारे अपि च लिट् लकारे तिवादयः तिंशत् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञकः न सन्ति, सर्वे अष्टादश तिवादयः, परन्तु लिट् च सूत्रेण लिट् लकारे ये तिवादयः ते सर्वे अर्धधातुकसंज्ञकाः। सो यद्यपि तत्र कोऽपि लकारस्य कारणेन मध्ये किमपि प्रत्ययः न आयाति, तथापि तत्र कर्तरिषब् सूत्रस्य प्रसक्तिः न भवति। किमर्थं चेत् तत्र यः तिवादयः धातुयोग तिप् तिप् आदि प्रत्ययाः भवन्ति, ते तिवादयाः साक्षात् महर्षिद्वारा अर्धधातुकसंज्ञकाः, अतः तत्रापि कर्तरि शब् सार्वधातुके इति सूत्रस्य प्रसक्तिः न भवति। अन्ततो गत्वा येषु येषु लकारेषु केनचित् कारणेन कर्तरि शब् सूत्रस्य प्रसक्तिः न भवति तेषां लकाराणां नामकरणं माताद्वारा मात्राद्वारा तत्र मात्रा अर्धधातुकलकाराः इति तेषां नामं तत्र दत्ताः। ये अन्यलकाराः सन्ति यथा लट् लोट् लङ् विधिलिङ् तेषु लकारेषु सर्वत्र कर्तरिषब् सूत्रस्य प्रसक्तिः अस्ति, प्राप्ति अपि भवति, कुत्रचित् प्राप्ति भवति यदि धातु भुवादिगणस्य अस्ति, चुरादिगणस्य अस्ति, अदादिगणस्य अस्ति, जुहोत्यादिगणस्य अस्ति, तत्र कर्तरिषब् सूत्रस्य प्राप्तिः भवति, परन्तु अदादिगणे अनन्तरं विशिष्टसूत्रेण तत्र तस्य शप् प्रत्ययस्य लुक् भवति। तथैव जुहोत्यादिगणे यदा कर्तरि शप् इत्यनेन शप् मध्ये आयाति, धातुतिपादयस्य मध्ये यत्र शप् आयाति तस्य शप् प्रत्ययस्य विशिष्टसूत्रेण जुहोत्यादिगणे गणे ये धातवः सन्ति तस्य श्लू इति लोपं भवति, लोपः भवति। सो अन्ततो गत्वा भुआदिगणे ये धातवः सन्ति तत्र शप् तिष्ठति, अपि च चुरादिगणे निच् प्रत्ययस्य अनन्तरं यः नूतनधातु निष्पद्यते तस्य अनन्तरमपि शप् तिष्ठति तत्र चुरादिगणे। सो प्रथमगणे दशमगणे तत्र शप् इति प्रत्ययः तिष्ठति, अन्यस्मिन् गणे ये द्विवादिगणः अपि च तृतीयचतुर्थगणाः तत्र सन्ति तेषां विषये तत्र कर्तरि शप् सार्वधातुके इति सूत्रस्य कृते अपवादसूत्राणि सन्ति। सो तत्र कर्तरि शप् प्रबाद्य भिन्नविकरणप्रत्ययः मध्ये आयाति। पूर्वस्मिन् वर्गे वयं पठितवन्तः तत्र ये विकरणप्रत्ययाः प्रत्ययेषु प्रत्ययानां यः विकरण इति नामकरणम् अस्ति प्रायशः पाणिनि प्राक् एव एतस्य एतादृशः नामकरणं तत्र प्रत्ययानां तत्र आसीत्, अतः पाणिनिमहर्षिः अपि तत्र विकरणः इति तस्य कृते कोऽपि संज्ञा नास्ति। विकरणः इत्युक्ते कोऽपि संज्ञासूत्रम् अस्ति, विकरणम् इत्युक्ते किम्? परन्तु यदा वयं तत्र पश्यामः केषां केषां विकर्ण इति नामकरणं, प्रथमसोपाने विकर्णः इत्युक्ते किं? विकर्णः इत्युक्ते प्रत्ययः, कीदृशप्रत्ययः? धातुतिपादयस्य मध्ये यः पतति सः विकर्णः। अनन्तरं वयं दृष्टवन्तः विकर्णः द्विविधं, यः धातुतिपादयस्य मध्ये यः नूतनप्रत्ययः तत्र पतति तस्य कृते कुत्रचित् सार्वधातुप्रत्ययः निमित्तं भवति, कुत्रचित् लकारः निमित्तं भवति। अतः वयं किं वदामः, विकरणं द्विविधम्, एकमस्ति सार्वधातुक निमित्तिक विकरणं, द्वितीयमस्ति लकारनिमित्तिक विकरणं। सार्वधातुक निमित्तिक विकरणं यत्र सार्वधातुप्रत्ययः निमित्तं भवति तस्य विकरणप्रत्ययस्य कृते, यथा कर्तरि शप्, किमर्थं चेत् कर्तरि शप् इति सूत्रे तत्र सार्वधातुके इति पदस्य अनुवृत्तिः अस्ति। सो सार्वधातुके प्रत्यये परे एव धातोः अनन्तरम् एकम् अन्यत् प्रत्ययः शप् प्रत्ययः तत्र तस्य विधिः अस्ति। अतः शप् शन् शन् श्ना श्नम् श्नु एतेषां प्रत्ययानां कृते सार्वधातुक् प्रत्ययः निमित्तं भवति। पूर्वे तत्र धातोः अनन्तरं कोऽपि सार्वधातुक् प्रत्ययः भवेत् तस्य कारणेन एव तत्र एकम् अन्यत् प्रत्ययः धातोः अनन्तरं विधीयते, तत् शप् वा शन् वा धातुनिमित्ति कृ धातु कस्य गणस्य अस्ति तस्य गणस्य एव विकरणप्रत्ययः मध्ये आयाति। अतः विकरणं द्विविधं, प्रथमे विकरणः इति किं, प्रत्ययानां संज्ञा, कीदृशप्रत्ययानां संज्ञा, धातुतिपादयस्य मध्ये ये प्रत्ययाः पतन्ति तेषाम् एव नामकरणं विकरणम्। अनन्तरं विकरणं द्विविधं, सार्वधातुकनिमित्तिकविकरणं, लकारनिमित्तिकविकरणं। सो सार्वधातुकनिमित्तिकविकरणस्य विषये तत्र वयं पठितवन्तः कर्तरि शप्। सो कर्तरि शप् सार्वधातुके इति सूत्रं तदा एव कार्यं करोति यदा धातोः अनन्तरं कोऽपि सार्वधातु कर्तर्थक् प्रत्ययः अस्ति। यदि तत्र शप् प्रत्ययस्य कृते निमित्तं द्वयं, धातोः अनन्तरं कदा शप् विधीयते, कर्तरिप्रयोगे विधीयते, अपि च सार्वधातुके प्रत्यये परे शप् विधीयते। सो यदि धातोः अनन्तरम् आर्धधातुप्रत्ययः अस्ति सः कर्तरिप्रयोगे अस्ति, परन्तु आर्धधातुकसंज्ञक अस्ति तत्र शप् कर्तरि शप् सूत्रस्य प्रसक्तिः न अस्ति। किमर्थं चेत् तत्र एकं निमित्तं न पूरितं, प्रत्ययः धातोः अनन्तरं यः प्रत्ययः सः आर्धधातुकसंज्ञकः, अतः कर्तरि शप् सूत्रस्य प्रसक्तिः सर्वेषां प्रत्ययानां परे नास्ति। केवलं सार्वधातुके अपि च कर्तरि, इत्युक्ते कर्तरि प्रयोगे धातोः अनन्तरं सार्वधातुप्रत्ययपरे शप् विधीयते. कर्मणि प्रयोगे धातोः अनन्तरं तत्र यक् विधीयते. तत्रापि सार्वधातुके परे, सो कर्म भावकर्मणोः तस्मिन् सूत्रे अपि सार्वधातुके यक् इति सूत्रमस्ति. सो यदि मम विवक्षा कर्मणि प्रयोगस्य अस्ति, नो चेत् भावे प्रयोगस्य अस्ति, तस्मिन् समये यदि धातोः अनन्तरं तत्र सार्वधातुकसंज्ञकप्रत्ययः अस्ति तदा एव यक् विधीयते. सो सर्वेषां द्विसहस्रधातोः अनन्तरं कर्मणि भावे प्रयोगे सार्वधातुकप्रत्यये परे यक् विधीयते. तत्रापि सार्वधातुके इति पदमस्ति तस्मिन् सूत्रे. अस्तु, एतावता वयं तत्र पठितवन्तः. इदानीं तत्र ये द्वितीयप्रकारकविकरणप्रत्ययाः सन्ति, इत्युक्ते लकारनिमित्तविकरणप्रत्ययाः, तेषां विषये तत्र किञ्चित् अग्रे तत्र दत्तम्. अस्तु, इदानीं तत्र भुवादिगणे पादातु अस्ति. अस्तु, इदानीम् अत्र अन्यप्रकारकविकरणप्रत्ययः अपि अस्ति, तत् परिच्छेदम् आरभ्य तत्र पठामः. चेतना भगिनी पठति वा भगिनी अत्र अन्यप्रकारकविकरणप्रत्ययः? अन्यप्रकारकविकरणप्रत्ययः अपि अस्ति लकारनिमित्तक विकरणम् इति नाम्ना. आर्धधातुकप्रकारेषु अपि विकरणप्रत्ययाः भवन्ति, किन्तु ते च लकारनिमित्तकाः. तेषां निमित्तं लकारः एव इति कारणेन सर्वेषां धातूनां कृते स च विकरणप्रत्ययः समानः. यथा लृट् लकारं पश्यामः. एकनिमिषः भगिनि, पूर्णिमा भगिनी किं वदति? ध्वनिः सम्यक् नास्ति वा भगिनि? अस्तु, अग्रे पठतु. इत्युक्ते अत्र किं लिखितम्? एकम् पूर्वस्मिन् वर्गे वयं दृष्टवन्तः, एकं सार्वधातुकनिमित्तविकरणप्रत्ययः अस्ति, द्वितीय लकारनिमित्तकविकरणप्रत्ययः अस्ति. लकारनिमित्तं विकरणप्रत्ययः लकारनिमित्तक आर्धधातुकलकारेषु सन्ति. इत्युक्ते वयं दृष्टवन्तः लकाराः मात्राद्वारा द्विविधं, सार्वधातुकलकाराः आर्धधातुकलकाराः. सार्वधातुकलकारेषु तत्र कर्तरि शप् अपि च अन्यगणविकरणप्रत्ययानां सूत्राणां प्रसक्तिः भूत्वा तत्र सार्वधातुकप्रत्ययनिमित्तीकृत्य तत्र मध्ये विकरणः आयाति. इदानीं ये षट् आर्धधातुकलकाराः वदति तत्रापि विकरणप्रत्ययाः भवन्ति, तत्रापि विकरणप्रत्ययाः सन्ति, ते किन्तु ते लकारनिमित्तिकाः, तेषां कृते निमित्तं लकारः भवति, न तु तिबादयः. इत्युक्ते प्रथमसमूहे तिबादयस्य कारणेन शप् शश् न आयाति. इदानीं वदति आर्धधातुकलकारेषु तिबादयस्य कारणेन विकर्णः नायाति, तत्र लकारकारणेन, अतः लकारनिमित्तिक् विकर्णम् इति तस्य नाम, तेषां नाम. तृतीय वाक्ये अपि तथैव लिखितं, तत् पठतु. तेषां निमित्तं लकारः एव. तेषां निमित्तं लकार एव इति कारणेन सर्वेषां धातूनां कृते स च विकरणप्रत्ययः समानः. इत्युक्ते द्विसहस्रधातवः सन्ति, लकारस्य कारणेन तत्र विकरणप्रत्ययः मध्ये आयाति. सो द्विसहस्रधातूनां कृते तत्र लट्, तत्र लृट्, तत्र लोट्. सो केषुचित् विशिष्टलकारेषु तत्र द्विसहस्रधातूनाम् अनन्तरं द्विसहस्रधातूनाम् अनन्तरम् एकप्रकारकः एव प्रत्ययः स्य. सो तत्र लृट् लकारे सर्वेषां धातूनाम् अनन्तरं यदा अहं लृट् योजयामः तत्र एकप्रकारकः एव प्रत्ययः स्य इति प्रत्ययः. सो तत्र गणचिन्तनं नास्ति, धातु कस्य गणस्य तदा एव स्य योजनीयं, धातु प्रथमगणस्य अस्ति एव तदा स्य योजनीयम् इति नास्ति. किमर्थं चेत् तत्र सः लकारनिमित्तिक अस्ति. सो सर्वेषां धातूनाम् अनन्तरं द्विसहस्रधातूनाम् अनन्तरं वयं लकारः योजयितुं शक्नुमः. सो यत्र यत्र अहं धातोः अनन्तरं लृट् योजयामि तत्र किं तत्र स्य अपि आयाति. किमर्थं चेत् स्य इति विकर्णस्य कृते लकारः निमित्तं भवति, न तु घन आधारेण अस्ति. धातु कस्य गणस्य तदा एव स्य योजनीयं न. सर्वेषां धातूनाम् अनन्तरं लृट् योजयितुं शक्नुमः, लृट् कारणेन तत्र मध्ये अस्य आयाति. सो तत्र धातुः कस्य गणस्य तस्य कारणेन स्य न तिष्ठति, तत्र लकारस्य लृट् लकारस्य कारणेन स्य तत्र तिष्ठति. अतः सर्वेषां धातूनां कृते स च विकरणप्रत्ययः समानः इति लिखितम्. किमर्थं तत्र तस्य विकरणस्य तादृशविकरणस्य कृते लकारः निमित्तं, न तु धातु कस्य गणस्य तस्य आधारेण इति अत्र लिखितम्. अवगतं वा भगिनि? आम् महोदय. तत्र उदाहरणमपि दत्तं, तत् पठतु. उदाहरणं भ्वादिगणे पायोगलृट् कस्य लकारस्य अस्ति, यथा लृट् लकारः पश्यामः. लृट् लकारः कीदृशलकारः? लृट् लकारः आर्धधातुकलकारः. शतासि ऋलुटो तृतीयाध्याये प्रथमपादे त्रयस्त्रिंशत्तम सूत्रम् इत्यनेन लृटि परे धातुतः स्य पा योगस्य योगलृट् पास्यति. अत्र स्य इति विकरणप्रत्ययस्य आनयनस्य कारणं लृट् प्रत्ययः एव. यस्मिन् कस्मिन् अपि धातुगणे भवतु, नाम धातुभ्यः लृट् भवति. एतत् भ्वादिगणे. ज्योत्यादिगणे दायोगलृट् स्यतासि लृलुटो इत्यनेन लृटि परे धातुतः स्य दायोग स्ययोगलृट् दास्यति. स्वादिगणे आप्योगलृट् स्यतासि लृलुटो इत्यनेन लृटि परे धातुतः स्य आप्योगस्य योगलृट् स्यतासि लृट् लृलुटो लुटोः इत्यनेन लृटि परे धातुतः स्य आप्योगस्य योगलृट् आप्स्यति. सर्वेभ्यः धातुभ्यः लृट् भवति इति कृत्वा धातुगणचर्चा मास्तु, स्य सर्वेषां धातूनां भवति. अत्र वयं पश्यामः वादिगणे भवेत् ज्योत्यादिगण भवेत् स्याद् स्वादिगण गणे भवेत् स्यतासि लृट् लुटो इति सूत्रेण धातु परे स्य आयाति अतः पायोगस्य योग लृट् धातु परे स्य कदा आयाति अस्माकं विवक्षा लृट् लकारः अस्ति चेत् पयोगस्य योग लृट् आयाति लृट् लकारः आर्धधातुकलकाराः अतः एतत् सूत्रम् इत्युक्ते अत्र शतासि लृ लुटो इति सूत्रस्य यः लृट् इति अंशः लृ इति अंशः तस्य इति अर्थः अत्र लघुवाक्येन दत्तम् अत्र किं लिखितम् अनेन सूत्रेण इत्यनेन इत्युक्ते अनेन सूत्रेण लृटिपरे लृटिपरे इत्युक्ते लृटि इति सप्तम्यन्तम् अस्ति लृटिपरे लृटिः यदा तत्र धातोः अनन्तरं लृट् अस्ति तदा किं भवति धातुतः स्य इति भवति अत्र केवलं लिखितं धातुतः अत्र न लिखितं भुवादिगणेभ्यः स्वादिगणेभ्यः जहोत्यादिगणेभ्यः इति किमपि न लिखितं केवलं लिखितं धातुतः स्य सो यस्य कस्यापि धातु इति संज्ञा सः औपदेशिकधातुः अस्ति वा आदिदेशिकधातुः यदा तत्र धातु योग लृट् अस्ति तस्मिन् सोपाने एव स्य आयाति इति सूत्रस्य अर्थः सो लृटि परे धातुतः स्य इति सूत्रस्य अर्थः किमर्थं चेत् अस्मिन् सूत्रे स्यतासि इति द्विवचनात् पदम् अस्ति इत्युक्ते स्य अपि च तास् प्रत्ययद्वयस्य निर्देशः अत्र स्य प्रत्ययः अपि च तास् प्रत्ययः कदा विधीयते लृ परे विधीयते लुट् परे विधीयते सो इदानीम् अस्माकं चर्चा अस्ति लृट् अनन्तरं सूत्रस्य अर्थः अपि दत्तं कुत्रचित् अग्रे दत्तम् अस्मिन् अग्रे पठामः तस्य विषये सो अत्र लृट् लकारस्य यदा तत्र धातुयोग लृट् अस्ति तस्मिन् सोपाने एव किमर्थं चेत् अत्र साक्षात् लृ इति उक्तम् आर्धधातुक् सार्वधातुके परे आर्धधातुके परे इति किमपि न लिखितं साक्षात् लृ एव लिखितं सो लृ इति अनेन तत्र न केवलं लृट् लकारस्य ग्रहणम् अपि च लृङ् लकार सो लकारद्वये धातुतः स्य विधीयते तथैव लुट् लकार धातुयोग लुट् अस्ति चेत् तस्मिन् सोपाने एव सर्वेषां धातूनां द्विसहस्रधातुतः तत्र किं तास् विधीयते तास् इति प्रत्ययः लुट् विवक्षायां सो लृङ् विवक्षायां लृट् विवक्षायां यत्किमपि धातुः सर्वेषां धातु यस्य कस्य व्याकरणशास्त्रे धातु इति संज्ञा तस्य अनन्तरं स्य कदा विधीयते यदा तत्र प्रथमे तत्र लृट् अस्ति सोपायुगलृट् प्रथमसोपाने अनन्तरं लृट् कारणेषु तत्र पायुगस्य युग ल भवति इति अत्र लिखितं सो अतः सर्वेषां धातूनां कृते तादृशविकरणः सो आर्धधातुकलकारेषु यथा लृट् लकारः आर्धधातुकलकारः उदाहरणम् अत्र लिखितम् आर्धधातुकलकारेषु अपि विकरणः प्रत्ययः भवन्ति परन्तु तेषां कृते तिवादयः निमित्तं नास्ति तेषां कृते लकारः निमित्तं भवति यथा लृट् लकारः आर्धधातुकलकारः तस्मिन् लकारे विशिष्टसूत्रद्वारा लृटि विवक्षा लृट् लकारस्य उपस्थित्यां तत्र स्य यत्किमपि धातुः तस्य अनन्तरं स्य अतः किञ्चित् रूपसामीयं दृश्यते तत्र भिन्नभिन्नरूपाणि न किमर्थं चेत् सर्वेषां धातूनां कृते स इति एव एकमेव विकरणप्रत्ययः, अतः पास्यति दास्यति आप्स्यति इति तत्र किञ्चित् रूपसाम्यं दृश्यते। धातुयोगतिवादयः तस्य मध्ये स इति भागः, धातुयोगतिवादयः स इति भागः। यदा स विधीयते अनन्तरं लस्य इत्यनेन सूत्रस्य प्रसक्ति भूत्वा तत्र लः स्थाने कुत्रचित् ति कुत्रचित् त, सो धातोः तत्र पश्यामः धातुः परस्मैपदी वा आत्मनेपदी वा उभयपदी वा तस्य आधारेण एव तिवादयस्य विधानं, तत्सर्वम् अस्माभिः तत्र पूर्वे पठितम् इति लिखितं। सो तथैव भवति अन्येषु अर्धधातुकलकारेषु, यथा लृट् लकारे भवति तथैव अन्येषु अर्धधातुकलकारेषु तत्र तादृशी, इत्युक्ते अस्मिन् सूत्रे एव लकारत्रयस्य विषये लिखितम्। एकमस्ति लृट्, द्वितीयमस्ति लृङ्, तृतीयमस्ति लुट्। एते सर्वे त्रीणि लकाराः, ते सर्वे आर्धधातुकलकाराः। किमर्थं चेत् तत्र तेषां निमित्तीकृत्य तत्र कुत्रचित् स कुत्रचित् तास्, स इति स्वभावः पश्यामः। स इति प्रत्ययः कीदृशप्रत्ययः वदतु? आर्धधातुकप्रत्ययः, आर्धधातु, किमर्थं तिंशित् नास्ति। तथैव तास् इति प्रत्ययः कीदृशप्रत्ययः? तदपि आर्धधातुकप्रत्ययः, आर्धधातुकप्रत्ययः। अतः अत्र पुनः तत्र कर्तरि शप् सूत्रस्य प्रसक्तिः नास्ति। अत्र धातोः अनन्तरं सार्वधातुकसंज्ञकप्रत्ययः नास्ति, आर्धधातुकप्रत्ययः। अतः अत्र स्य कारणेन अत्र शप् न विधीयते, सो स्य एव विधीयते इति तत्र लिखितं। सो आर्धधातुकलकारेषु केषुचित् विशिष्टलकारेषु तत्र लकारस्य कारणेन भिन्नविकरणप्रत्ययः धातोः विधीयते, अतः सः प्रत्ययस्य तत् प्रत्ययस्य स्वभावः पश्यामः, ते सर्वे प्रत्ययः अर्धधातुकसंज्ञकः। अतः माताजी तेषां नामकरणं किं कृतं, तेषां लकाराणाम् आर्धधातुकलकाराः। सो यदा वयं तत्र भेदस्य विषये पूर्वे पठितं, सार्वधातुकलकारः आर्धधातुकलकारः, तत् मुख्यभेदं किम् अस्ति? सार्वधातुकलकारेषु गणचिन्तनम् आवश्यकम्, आर्धधातुकलकारेषु गणचिन्तनम् अनावश्यकम्, एतदेव तत्र कारणमस्ति। अत्र घन आधारीकृत्य किमपि उपदेशः नास्ति, किमपि विधिः नास्ति। सर्वेषां धातूनाम् अनन्तरं स्य आगन्तुं शक्यते, परन्तु लृटि परे एव। अतः अत्र अन्तिम यः वाक्यमस्ति तदेव सारः, सर्वेभ्यः धातुभ्यः लृट् भवति। इत्युक्ते यदा मम विवक्षा भविष्यत्कालस्य अस्ति चेत् तत्र मया तु तत्र लृट् योजनीयं, सो सर्वेषां द्विसहस्रधातूनाम् अनन्तरं लृट् आगन्तुं शक्यते इति कृत्वा तत्र धातुगणचिन्ता न अनावश्यकं। ज्योत्यादिगणस्य धा इति धातु कस्य गणस्य अस्ति, कस्य गणस्य अस्ति, लृट् लकारस्य विवक्षायां तादृशचिन्तनम् अनावश्यकं, न करणीयं। सो तादृशचिन्तनं केवलं चतुर्षु लकारेषु एव आवश्यकं। किमर्थं? यदि धातु ज्योत्यादिगणस्य अस्ति तत्र शप् प्रत्ययस्य श्लू भवति, यदि धातु स्वादिगणस्य अस्ति तत्र श्नु इति विकरणप्रत्ययः, शप् प्रवाद्य भिन्नविकरणप्रत्ययः, अतः गणचिन्तनं तत्र आवश्यकं। परन्तु आर्धधातुकलकारेषु गणचिन्तनं मास्तु, न करणीयम्, अनावश्यकम् इति लिखितम्। अवगतं वा भगिनि? तदेव मुख्यभेदः सार्वधातुकलकारेषु आर्धधातुकलकारेषु। यदा तत्र सो तत्र किं भवति, सार्वधातुकप्रक्रिया प्रोसेस् इन् द सपोज् देर् आर् टु फ्याक्ट्रीस्, वन् इस् सार्वधातुक फ्याक्ट्री एण्ड् अनदर् इस् आर्धधातुक तत्र कोशः। सो सार्वधातुकलकारेषु धातु कस्य गणस्य इति आवश्यकम् इति चिन्तनम् आवश्यकं। किमर्थं चेत् तस्य गणस्य विकरणः एव मया तत्र योजनीयम्। आर्धधातुकलकारेषु गणचिन्तनं न करणीयं। वै शुड् ऐ डू द गणचिन्तनं? when gana has nothing to do with the sya artha sarchili so tatra gana chintanam anavashyakam so tatra ardha dhatuk prakriya bhavati ardha dhatuk nimitti kritya yani karyani tesham visaye chintaniyam na tu gana visaye chintaniyam सो केवलं चतुर्षु लकारेषु एव गणचिन्तनम् आवश्यकं गणचिन्तनम् इत्युक्ते धातु कस्य गणस्य धातुः प्रथमगणस्य वा नवमगणस्य वा इति चिन्तनं तत्र आवश्यकम् इति तत्र मुख्यभेदः लकाराणां सार्वधातुकलकारेषु आर्धधातुकलकारेषु अस्तु अष्टमिन्दु पठामः अनुसूया भगिनी पठति वा भगिनि महोदय अष्टं बिन्दु लट् लकारे लृटः स्थाने कर्तर्तक सार्वधातुक तिङ् तर्हि किमर्थं शप् न भवति अत्रापि सर्वे लकाराः अनुबन्धलोपानन्तरं लृ इत्येव भवन्ति अपि तु अपि च ल इत्यस्य स्थाने तिप् तस्ति इत्यादयः तिङ् प्रत्ययाः आयान्ति लृट् अपि तथा तर्हि किमर्थं न अत्रत्य इमं तिङ्प्रत्ययं निमित्तीकृत्य कर्तरीषप् इत्यनेन शप् प्रत्शप् आनयनम् अत्र वास्तविकक्रमः अवलोकनीयः किं लिखितम् अत्र कः प्रश्नः भगिनि सर्वे लकाराः लृ अनुबन्धन अनुबन्धलोपानन्तरं लृ ल इत्येव भवन्ति अपि च ल इत्यस्य स्थाने तिप् तस् जि इत्यादयः आयान्ति लृट् अपि तथाः तर्हि किमर्थं न अत्रापि इमं तिङ् प्रत्यया निमित्तीकृत्य कृतरीषप् न आयाति इति प्रश्नः इत्युक्ते मूले सर्वे तिङ् प्रत्ययाः तत्र अस्ति सूत्रं तिंशित् सार्वधातुकं सो सर्वे तिङ् प्रत्ययाः अनेन सूत्रेण सार्वधातुकसंज्ञकम् सो किमर्थं लृट् लकारे अपि तत्र तिबादयः सार्वधातुकसंज्ञकः किमर्थं तत्र कर्तरि शप् इत्यनेन शप् न विधीयते इति तत्र अग्रे दत्तं तस्य विषये किमर्थं तत्र शप् इति विधानं न भवति इति क्रमः इत्युक्ते तत्र सूत्राणां तत्र प्रसक्तिः कथं भवति इति तत्र अवलोकनीय इति तत्र चिन्तनीयम् उदाहरणं पठतु यतासि लुलृटो इति इत्यनेन लृटि परे धातुतः स्य इति आयाति अतः पा अधिकं स्य अधिकं लृट् इति भवति पा अधिकस्य अधिक ल लृट् इत्युक्ते ल पा अधिकस्य अधिक टिप् पास्यति इति भवति अधुना पश्यतु एकं वैशिष्ट्यं यद्यपि टिप् अस्ति किन्तु पा टिप् इत्यनयो मध्ये स्य इति व्यधानं स च स्य आर्धधातुकम् अतः कर्तरीषप् इत्यस्य अवसरः न भवति अत्र मुख्यं इदं यत् स्य इत्यस्य निमित्तं लृट् एव किन्तु शप् इत्यस्य निमित्तं तिपादयः मुख्यम् इदं स्य इत्यस्य निमित्तं लृट् एव किन्तु शप् इत्यस्य निमित्तं तिपादयः लृट् प्रत्ययः प्रथमतया आयाति तदा एव लृट् स्थाने तिपादयः अतः स्य इति अपि प्रथमम् आयाति यदा लृट् प्रत्ययः विद्यमानः अनन्तमेव लृट् स्थाने तिप् तिप् तावता स्य तु आगतः एव अतः धातूना तिप् न दृश्यते सारांशः एवं यत् स्यः प्रथमम् आगच्छति तदनन्तरम् एव तिप् अतः धातुः स्य पश्यति न तु तिप् तस्मात् अस्मत्कारणात् कर्तरी शप् न भवति यदा लृट् प्रत्यय आयाति तदा स्य आयाति कर्तरी शप् धातुः अनन्तरमेव अस्य आयाति, तदनन्तरमेव तिप् आयाति. अतः तिप् प्रत्ययः, तिगन्तप्रत्ययः धातुं पश्यतुं न शक्यते, तत् तिगन्तप्रत्ययस्य एव दृश्यते, अतः कर्तरि शफ् न भवति. तदेव सारांशः. इत्युक्ते अत्र क्रमः आवश्यकम्, इत्युक्ते स्य प्रत्ययः प्रथमसोपाने एव स्य विधीयते. किमर्थं चेत् सूत्रं तादृशं सूत्रम् अस्ति, शतासि लृ लुटो, सो लृटि परे एव स्य. सो यदा वयं लृट् परे नास्ति, कुत्रचित् अनन्तरं स्य योजयामः, तत् महर्षिणा इष्टं. महर्षिः वदति लृट् लकार परे एव स्य, लुट् लकार परे एव तास्, कस्य परे, धातोः परे. सो प्रथमसोपाने एव स्य अपि च तास् धातोः अनन्तरम् आयास्यति. अनन्तरं तिवादयः अपि आयाति, तिवादयस्य विधानमपि अस्ति, ल स्थाने लस्य इत्यनेन अनन्तरं सर्वे अष्टादश तिङ् प्रत्ययः आगन्तुं शक्यते. परन्तु इदानीं धातोः साक्षात् अनन्तरं तिवादयः नास्ति, कुत्रचित् अग्रे अस्ति, मध्ये किमपि बाधा अस्ति, व्यवधानम् अस्ति. सो मध्ये स्यरूपी बाधा, कुत्रचित् तास् रूपी बाधा. सो लृट् लकारे लृङ् लकारे स्यरूपी बाधा. बाधा इत्युक्ते द ओबस्ट्रक्षन्, ओबस्ट्रक्षन् बिट्वीन् धातु एण्ड् ए सार्वधातुक् प्रत्ययः, इत्युक्ते तिब् तिप् प्रत्ययस्य. सो धातु एण्ड् द सार्वधातु कर्तर्थक् तिप् प्रत्ययस्य मध्ये किञ्चित् बाधा अस्ति एतेषु आर्धधातुक् लकारेषु, अतः तत्र कर्तरि शप् सूत्रस्य अवसरः एव नास्ति. सो धातुतः शप् कदा विधीयते, यदा धातुः साक्षात् परे, इत्युक्ते धातोः साक्षात् परे कोऽपि कर्तर्थक् सार्वधातुक् प्रत्ययः अस्ति. अत्रापि अस्मिन् लृट् लकारे अपि धातोः परे कर्तर्थक् सार्वधातुक् प्रत्ययः अस्ति, परन्तु साक्षात् परे नास्ति, कुत्रचित् अग्रे अस्ति, मध्ये किमपि बाधा अस्ति. धातुः स्य पश्यति, न तु तिप् पश्यति, यद्यपि तिवादयः अपि सार्वधातु कर्तर्थक् संज्ञकाः, तथापि तत्र मध्ये किञ्चित् बाधा अस्ति, स्यरूपी बाधा अस्ति, भिन्नप्रत्ययः मध्ये अस्ति. अतः अस्मिन् सोपाने तत्र शप् इति प्रत्ययस्य अवसरः एव नास्ति इति अस्मिन् परिच्छेदे लिखितं. सर्वैः अवगतं वा? कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु. लिट्लकारविषये अग्रे पश्यामः. अत्र लृ रेप्रसेण्ट्स् बोत् लिट् एण्ड् लृङ् महोदय. आं भगिनि. सो अत्र लृ इत्यनेन न केवलं लृट् लकारस्य ग्रहणम्, अत्र लृङ् लकारस्य अपि ग्रहणम्. तत्र लृ इति निमित् आधारेण तत्र लकार द्वयम् एव तत्र सन्ति. दशसु लकारेषु लृट् रु इति यः तत्र निर्देशः अस्ति, केवलं लृट् लकारः अपि च लृङ् लकारः. सो लृङ् लकारे अपि लृङ् लकार रूपाणि पश्यामः, तत्रापि स्य मध्ये अस्ति. सो न केवलं लृट् लकारस्य, लृङ् लकारे अपि धातोः अनन्तरं स्य विधीयते, अपि च लुट् लकारे धातोः अनन्तरं तास् विधीयते. तास् इति भाग प्रत्ययः इति सूत्रस्य अर्थः. एतत् सूत्रस्य व्याख्या अहं चिन्तयामि कुत्रचित् मेबि यदि अत्र न अस्ति तत्र कुत्रचित् अग्रिमे करपत्रे तत्र अस्ति, एतस्य सूत्रस्य व्याख्या अस्ति तत्र. धन्यवादः महोदय. महोदय लिट् लकारे तु स्य आयाति, अत्र सूत्रं क्लियर् अस्ति, तासि लिलुटो. एवं लट् लकारे किम् आयाति, कर्तरि सब् कार्यं करोति. कुत्र लट् लकारे? लट् लकारे लकारनिमित्त कोऽपि विकरणस्य तत्र सूत्रमेव नास्ति. तथैव लोट् लकारे लकारनिमित्त कोऽपि सूत्रं, लट् लकारे अस्ति कर्तरि शप् नास्ति आम् परन्तु कर्तरि शप् सूत्रस्य कृते लकारः निमित्तं नास्ति न महोदय तत्र तिबादयः निमित्तं भवति किमर्थं सार्वधातुकसंज्ञकः मूले लकाराः अर्धधातुकसंज्ञकः सो तत्र सी वेन् वि एड् द प्रत्ययः तस्मिन् तस्मिन् स्थित्यां कस्य कस्य सूत्रस्य प्रसक्तिः सो यदा वयं पायोग लट् कुर्मः तत्र लट् आधार लट् निमित्तीकृत्य कोऽपि सूत्रमेव नास्ति सो तत्र केवलं लस्य इत्यस्य सूत्रस्य एव प्रसक्तिः सो तत्र लस्य इत्यनेन तिबादयः आयाति सो तत्र धातुयोग तिप् साक्षात् दृश्यते तिबादयः सार्वधातुकसंज्ञकः धातोः अनन्तरं तिबादयः साक्षात् अस्ति मध्ये किमपि बाधा नास्ति लट् लकारे अतः कर्तरि शप् इति सूत्रस्य तत्र अवसरः अस्ति अतः शप् आयाति यदि धातुः भिन्नगणस्य अस्ति तत्र शप् प्रबाद्य तस्य अपवाद सूत्रं कार्यं करोति तावत् अस्तु अस्तु कर्तरि शप् बाद्य कारणं आयाति कारणं किं मध्ये कि धातुः अस्ति टिप् तत् कारणे कर्तरि शप् विकरणं प्रति आयाति अत्र लिट् लकारे अन्यत् सूत्रम् अस्ति लृट् लकारः न तु लिट् लकारः लिट् भिन्नलकारः अत्र लृट् लकारस्य चर्चा अस्ति लृट् लकारे लृट् लकारे तत्र सूत्रमस्ति ग्रन्थे एकं सूत्रमस्ति शतासि लृ लुटो यदि वयम् एतस्य सूत्रस्य चिन्तनं न कुर्मः चेत् सूत्रम् अनावश्यकं भवति तथा मा भवेत् अतः स्य योजनीयम् अस्माभिः परन्तु लट् लोट् लङ् विधिलिङ् एतेषु चतुर्षु लकारेषु तत्र कोऽपि लकारकारणेन कोऽपि प्रत्ययः नास्ति अतः तत्र डैरेक्ट् किं भवति लस् इत्यनेन तिबादयस्य आदेशः मञ्जरी भगिनी नवमबिन्दु पठति वा भगिनि अहं बहिः अस्मि अस्तु चिन्ता मास्तु कोऽपि अन्य पठितुम् इच्छति वा गिरिजा भगिनी पठति वा भगिनि एकनिमिष न श्रूयते गिरिजा भगिनी ध्वनिः न श्रूयते एकनिमिषः महोदय तत्र तत् भिन्नगणः अस्ति महोदय न श्रूयते भगिनि पूर्णिमा भगिनी पठति वा भगिनि पठतु कुतः भगिनि अधुना पश्यतु नवमगणे तदभवत् तनादिगणे उः इति विकरणप्रत्ययस्य आर्धधातुकत्वात् किं भवति उः प्रत्ययस्य आर्धधातुकत्वात् विद्यमाने धातुरपि अङ्गे गुणः गुणः भवति यथा सङ्ख्यं किम् इत्युक्ते तत् आर्धधातुकप्रत्ययः अस्ति अतः विकरणप्रत्ययस्य प्रसक्तिः न भवति अयो तत्र गुणः भवति तनादिगणे विकरणप्रत्ययस्य प्रभावेन कुत्रचित् गुणः अपेक्षितः यथा क्षिप्पधिकौ क्षिण् अधिकौ क्षेण् अधिकौ क्षेणु इति इति अङ्गम् च गुणकार्यं सार्वधातुक प्रत्ययेन भवितुम् अर्हति अर्धधातुकप्रत्ययेन अपि भवितुम् अर्हति गुणकार्यम् आर्यदा सार्धधातुकप्रत्यये अपि भवितुम् अर्हति आर्धधातुक प्रत्यये अपि भवितुम् अर्हति परन्तु सार्वधातुक भवति चेत् फिट् भवेत् नो चेत् न भवति न अत्र पश्यतु भगिनि किमर्थम् एतादृशः प्रश्नः अत्र नवमबिन्दु भवती किं चिन्तितवती अत्र केवलं तनादिगणस्य विषये किमर्थम् अत्र दत्तम् किमपि अन्यत् तत् चित् नास्ति पित् नास्ति ऊ अस्ति अतः दत्तमस्ति इति अहं चिन्तयामि इत्युक्ते अस्माकं चर्चा अस्ति आर्धधातुकप्रत्ययानाम् अपि च सार्वधातुकप्रत्ययानां. सो नवमगणे इति प्रत्ययः उ इति प्रत्ययस्य कृते निमित्तं किं भगिनि? केन कारणेन उ प्रत्ययः आयाति? उ प्रत्ययस्य कृते स्नु भवति, सकारस्य दशकोत्तदिते इति कारणेन उकार एव भवति. स्नु इति प्रत्ययः भिन्नगणस्य, तनादिगणे केवलम् उः इति भवति. प्रत्ययस्य कृते कारणं किम्, निमित्तं किम् अस्ति उ प्रत्ययस्य कृते? गणनिर्देशितनिर्देशं करोति तावदेव अहं जानामि भगिनि. न न, वयं पठितवन्तः न भगिनि, उ इति प्रत्ययः कति गणविकरणप्रत्ययाः सन्ति भगिनि? गणविकरणप्रत्ययाः दश. गणा तु गणाः दश सन्ति, परन्तु गणविकरणप्रत्ययाः तु दश दश गणविकरणप्रत्ययाः न सन्ति न. एकमस्ति शप् शप् शप् भवति, अनन्तरं शप् लु भवति, शप् लुक् भवति, अनन्तरं षण् भवति, षण् भवति, स्नु भवति, श्ना भवति, भवति. अनेकवारम् इ अधिकगणे इ अधिक शप् भवति. एकनिमिषः भगिनि, आनयन इत्युक्ते महोदय नी धातुः टु टेक्, सो नी नयति इति रूपम् अस्ति. सो यदि वयम् उपसर्ग योजयामः सो इट् बिकम्स् टु ब्रिङ्ग्, सो द अपोजिट् मीनिङ्ग् नी धातुः. सो टु ब्रिङ्ग् दिस् प्रत्ययः आनयस्य. एकनिमिषः भगिनि, किं पृच्छन्ती अस्ति? इत्युक्ते अत्र नवमबिन्दु उ इति एकं प्रत्ययः अस्ति. उ प्रत्ययः कस्मात् विधीयते इत्युक्ते धातोः विधीयते. धातोः केषां केषां धातोः अनन्तरम् उ विधीयते? ये धातवः तनादिगणे सन्ति. सो उ प्रत्ययस्य कृते विधिसूत्रं किं? तनादिकृण्भ्यः तनादिकृण्भ्यः उः तनादि, तत्र कृन् क्रु इति डुक्रि इति विषये अस्ति. तनादिकृण्भ्यः उः कदा? तनादिकृण्भ्यः उः इति सूत्रं सार्वद कर्तरीषप् सूत्रस्य अपवादसूत्रम् अस्ति. तनादिकृण्भ्यः उः, सो धातोः अनन्तरम् उ प्रत्ययः कदा विधीयते? कर्तरि सार्वधातुकप्रत्ययपरे एव उ विधीयते. सपोज् वी हेव् दिस् तन् धातुः, तनादिगणस्य तन् धातुः, तत्र लट् लकारस्य विवक्षा अस्ति. सो लट् लकारस्य विवक्षायां तत्र लट् निमित्तीकृत्य कोऽपि प्रत्ययः मध्ये न अस्ति. अत्र लस्य इत्यनेन तिप्तिवादयस्य विधानं. सो लस्य इत्यनेन अत्र तन् योगतिप् भवति. सो तन् योगतिप् भवति चेत् इदानीं धातुः धातुः किं पश्यति? धातुः साक्षात् परे कीदृशप्रत्ययः? स्वभावः तिप् प्रत्ययः कीदृशप्रत्ययः? कर्ता. सो धातोः साक्षात् अनन्तरम् इत्युक्ते मध्ये किमपि व्यवधानं नास्ति, बाधा नास्ति. धातोः साक्षात् अनन्तरं कर्तर्थक् सार्वधातुकप्रत्ययः अस्ति. अस्मिन् सोपाने तत्र कस्य कस्य सूत्रस्य प्रसक्तिः? कर्तरि शप् इति सूत्रस्य प्रसक्तिः. सो शप् कर्तरि शप् सूत्रस्य प्रसक्तिः, अपि च अनादिकृण्भ्यः उः इति सूत्रस्य प्रसक्तिः. एकस्मिन् सोपाने एकस्मिन् समये एव सूत्रद्वयस्य प्रसक्तिः, तनादिकृण्भ्यः उः एण्ड् कर्तरि शप् सूत्रस्य. सो द्वयोः मध्ये तत्र सङ्घर्षः भवति. केन सूत्रेण प्रथमे कार्यं, किं सूत्रम् अत्र कस्य सूत्रस्य प्राप्तिः अत्र प्रथमे भवेत्? सो वयं जानीमः न अत्र विप्रतिषेधः, अत्र विप्रतिषेधः नास्ति, तत्र सत्यं, तस्य विषये अपि चिन्तनीयं, परन्तु अत्र विप्रतिषेधः नास्ति. विप्रतिषेधः इत्युक्ते समानबलं, सूत्रयोः यदा समानबलः अस्ति तदा एव विप्रतिषेधः. सो अत्र विप्रतिषेधः नास्ति. कथं जानीमः? यदि अत्र तनादिकृण्भ्यः उः इति सूत्रं कार्यं न करोति, तस्य एप्लिकेबिलिटि, तस्य प्रसक्तिः अन्यत्र कुत्रापि नास्ति. अत्र एव तनादिकृण्भ्यः उः इत्युक्ते यदा तत्र पाठयोगतिप् अस्ति, तत्र तु तनादिकृण्भ्यः उः इति सूत्रस्य प्रसक्तिः एव नास्ति. किमर्थं? पाठिति धातु तनादिगणस्य नास्ति, भुवादिगणस्य अस्ति. तत्र कर्तरि शप् सूत्रस्य प्रसक्ति. सो कर्तरि शप् सूत्रं बृहत् सूत्रं, तस्य औत्सर्गिक सूत्रं. सर्वेषां धातूनाम् अनन्तरं शप् आगन्तुं शक्यते, परन्तु केचन विशिष्टधातूनाम् अनन्तरम् एव उ आगन्तुं शक्यते. अतः अत्र विप्रतिषेधः नास्ति सूत्रयोः, सूत्रद्वयस्य विषये विप्रतिषेधः नास्ति. अपवाद अपि च औत्सर्ग अपवाद सम्बन्धः अस्ति. एकं सूत्रम् औत्सर्गिक सूत्रं, जनरल् सूत्रम् अस्ति, जनरल् नियम. द्वितीयं सूत्रं विशिष्ट धातोः अनन्तरम् एव कार्यं कर्तुं शक्यते. अतः अत्र समानबलः, सूत्रयोः समानबलं नास्ति. अतः अत्र अपवादसम्बन्धः. सो अपवादबलेन एव कार्यं करणीयं. सो तिप् प्रत्ययस्य कारणेन मध्ये किम् आयाति? उ इति प्रत्ययः. सो द्वयोः सूत्रयोः तत्र तनादिकृण्भ्यः उः इति अपवादसूत्रं तदेव कार्यं करोति, न तु कर्तरिषप् सूत्रं. तस्य प्रसक्तिः अस्ति परन्तु प्राप्तिः न भवति. किमर्थं चेत् अत्र घनचिन्तनं कुर्मः चेत् अत्र उः आयाति, न तु शप् आयाति. सो अनन्तरं तनु इति अङ्गं भवति. वर्णमेलनं कृत्वा अत्र तनु इति अङ्गं भवति. तनु इति अङ्गं भवति चेत् इगन्ताङ्गम् अस्ति, तिवादयस्य कृते इगन्ताङ्गं. तिप् इति सार्वधातुक अस्ति, पित् अपि अस्ति, अतः गुणः भवति. सो उकारस्य गुणः वदतु, किं रूपम् अन्ततो गत्वा अत्र भवति? तनोति इति लटिरूपम्. अतः अत्र उ इति इदानीं तत्र किं चर्चा? शप् एकं घनविकरणप्रत्ययः विषये वदामः चेत् शप्, द्वितीयमस्ति श्यन्, अनन्तरं श्नु, श्नु, अनन्तरं श, अनन्तरं श्नं, श्नं, अनन्तरं तत्र उः, अनन्तरं श्ना इति अस्ति, श्ना. सो एते सर्वे कीदृशविकरणाः? घनविकरणाः. एते सर्वे घनविकरणाः, परन्तु अत्र पश्यामः चेत् सर्वे घनविकरणाः षित् एकं विहाय, सर्वे घनविकरणाः षित्, शकारस्य इत्, शकारस्य इत्, अत्रापि शकारस्य इत्, अत्रापि शकारस्य इत्, शकारस्य इत् अस्ति चेत् ते सर्वे सार्वधातुकसंज्ञकाः. सो ये अन्य ऊ विहाय ये अन्य घनविकरणप्रत्ययाः शित्कारणेन ते सर्वे सार्वधातुकसंज्ञकाः. एकमेव प्रत्ययः अस्ति घनविकरणप्रत्ययः. सो एतेषां सर्वेषां प्रत्ययानां कृते तिबादयः एव निमित्तम्. तिबादयस्य कारणेन शन्, तिबादयस्य कारणेन श्नु. किं किमर्थं? तिबादयः सार्वधातुकसंज्ञकः, कर्तरिप्रयोगे अपि अस्ति, कर्तर्थक् अपि अस्ति. अतः ऊ प्रत्ययस्य कृते अपि कारणं निमित्तम् अस्ति तिबादयः एव. तिप् कारणेन एव ऊ विधीयते. तिप् किमर्थं? तनादिकृण्भ्यः उः इति सूत्रे अपि सार्वधातुके कर्तरि इति पदद्वयस्य अनुवृत्तिः अस्ति. सो कर्तरि सार्वधातुके प्रत्यये परे एव धातोः अनन्तरम् उ इति विधीयते, अन्यथा न विधीयते. सो एतेषां सर्वेषां गणविकरणप्रत्ययानां कृते निमित्तं तिबादयः कर्तर्थक् सार्वधातुक् तिबादयः भवति. ऊ प्रत्ययस्य कृते अपि तदेव निमित्तं, तिप् एव निमित्तं, तिवादयः एव निमित्तं. परन्तु इदानीं तत्र मम मनसि प्रश्नः आयाति, धातोः अनन्तरम् इदानीम् आर्धधातुक् प्रत्ययः. सो आर्धधातुक् प्रत्ययः अस्ति चेत् तत्र किं, तत्र आर्धधातुक् प्रक्रिया वा? न, ऊ तु धातोः साक्षात् अनन्तरं न विद्यते. ऊ तु प्रथमे तत्र तिबादयः विधीयते, अनन्तरम् ऊ मध्ये आयाति. सो कर्तरि शब्दसूत्रस्य चिन्तनं पूर्वे एव अभवत्, अस्मिन् द्वितीयसोपाने एव अभवत्. सो पुनः पुनः एकं विधिसूत्रस्य एकस्मिन् प्रक्रियायां पुनः पुनः तस्य प्राप्तिः अस्ति वा इति न चिन्तनीयम्. अदर्वैस् वी विल् बि लेण्ड् अप् डूयिङ्ग् एकमेव कार्यं. सो यदा एकं सूत्रस्य विषये चिन्तनम् अस्ति तदा पुनः पुनः तस्य विषये चिन्तनं न करणीयं. सो इदानीं तत्र तन् अत्र उ इति आर्धधातुक् संज्ञकः. किमर्थम् आर्धधातुक्? तिङ् नास्ति, शित् नास्ति, अतः आर्धधातुकं शेषः इत्यनेन उ इति प्रत्ययः आर्धधातुक् संज्ञकः. तदेव अत्र लिखितम् अस्मिन् करपत्रे, इत्युक्ते तदा एव तत्र कुत्रचित् भ्रमः जायते, किमर्थं केवलम् उ इति विषये लिखितं, किमर्थम् अन्येषां विषये न लिखितं? किमर्थं चेत् अमङ्ग् द घनविकरणप्रत्ययेषु एकमेव प्रत्ययः अस्ति यः आर्धधातुक् संज्ञकः, अथ तस्य विषये अपि तत्र स्पष्टता अस्माकं मनसि भवेत्, तस्य विषये एव अत्र लिखितम्. सो ऊ प्रत्ययः आर्धधातुकत्वात् विद्यमाने धातुरूपी अङ्गे गुणः भवति. सो यदा तत्र धातु अत्र एव दत्तं, क्षिण् इति धातुः यः अस्ति, क्षिण् इति धातोः क्षिन् इति धातुः तनादिगणस्य धातुः अष्टि इत्युक्ते तत्र तनादिगणः अष्टमगणः, तस्मिन् गणे क्षिन् इति धातुः अस्ति. तन् इति धातुः अपि तत्र अस्ति, परन्तु तन् धातोः मध्ये गुणस्य प्रसक्तिः नास्ति, परन्तु क्षिन् इति धातोः गुणप्रसक्तिः अस्ति. सो विकरणप्रत्ययनिमित्तीकृत्य अपि गुणकार्यं भवति, तिबादयनिमित्तीकृत्य अपि गुणकार्यं भवति, यद् अङ्गं तादृशम् अस्ति. सो यदा तत्र क्षिण् योग तिप् अस्ति, तिप् कारणेन ऊ प्र आयाति. सो क्षिण् योग ऊ योग तिप् अस्ति, ऊ कारणेन अपि क्षिण् क्षेन् भवति. सो पुगन्तलघुपदस्य च इति सूत्रे यत् निमित्तम् उक्तं तत् अस्ति सार्वधातुकप्रत्ययः अथवा आर्धधातुकप्रत्ययः. सो अत्र लघु इगुपद अङ्गस्य अनन्तरम् आर्धधातुक् प्रत्ययः, स च आर्धधातुक् प्रत्ययः कित् गित् नित् नास्ति. ऊ इति प्रत्यये कोऽपि अनुबन्धवर्णः एव नास्ति. सो ऊ प्रत्ययनिमित्तीकृत्य अपि तत्र गुणः भवति तनादिग्रहणे, अतः तत्र क्षेन् भवति. ईकारस्य गुणः एकारः, क्षेन् भवति. अनन्तरं कोऽपि कार्यं नास्ति, सन्धिकार्यम् इत्युक्ते किमपि नास्ति, अतः केवलं वर्णमेलनं भवति, क्षेणु इति अङ्गं भवति. कस्य कृते? तिबादयस्य कृते क्षेणु इति अङ्गं. सो द्वितीयवारमपि गुणः भवति. इदानीं तिबादयस्य कृते कीदृश अङ्गम्? इगन्ताङ्गम् अस्ति. सो क्षेणो इति भवति तत्र इति लिखितं. सो तत्र ऊ इति प्रत्ययस्य किमर्थं तत्र महर्षिणा शु इति न दत्तं? सो तत्र ऊ कारणेन तत्र कुत्रचित् गुणः अपेक्षितं, यथा क्रू धातु अस्ति, तत्र क्रू कर् भवति. ऊ कारणेन अपि गुणः, अनन्तरं तिप् कारणेन अपि गुणः भवति. इति तत्र सारांशः. अवगतं वा भगिनि? यदा तत्र भुवादिगणे शप् कारणेन अपि गुणः भवति, परन्तु अनन्तरं शप् प्रत्ययस्य अकारः योजयामः चेत् तिबादयस्य कृते गुणस्य कोऽपि अवसरः एव नास्ति. अदन्ताङ्गम् अस्ति, सर्वत्र अदन्ताङ्गं निष्पद्यते, परन्तु अत्र तनादिगणे तु अदन्ताङ्गं नास्ति, तत्र उ इति अङ्गम् ऊरूपी अङ्गम् अस्ति. सर्वेषां धातूनाम् अनन्तरं वर्णमेलनेन तत्र ऊ भवति. सो तिबादयस्य कारणेन तत्र गुणस्य अवसरः अस्ति, इगन्ताङ्गम् अस्ति, अनदन्ताङ्गम् अस्ति. अतः अत्र द्विवारं गुणं भवितुं शक्नोति. प्रथमवारे तत्र ऊ कारणेन गुणः, द्वितीय तत्र समये तत्र तिबादयस्य कारणेनापि गुणः भवितुं शक्नोति इति तत्र तनादिगणे विशेषः अस्ति. तथैव अन्यस्मिन् गणे यत्र श्नु इति प्रत्ययः, तत्र श्नु प्रत्ययस्य कारणेन गुणः न भवति. किमर्थं चेत् अपित् अस्ति, श्नु इति पित् नास्ति, अपित् अस्ति, अतः निद्वद् व्यवहरति. परन्तु यदा तत्र नु योजयामः, अनन्तरं तिबादयस्य कारणेन तत्र इगन्त अङ्गमस्ति, अतः तत्र गुणं भवति इति तत्र सारांशः. अस्तु, अग्रे पुगन्तलघुपदस्य च एतत् सूत्रमपि पठतु भगिनि. किं लिखितम्? पुगन्तलघुपदस्य च सप्तमाध्याये तृतीयपादे अष्ट षटशीतिः सार्धधातुके परे पुगन्तस्य अङ्गस्य लघुपदस्य च इकः गुणः भवति. अनुवृत्तिसहितसूत्रं पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः सार्वधातुकार्धधातुकयोः पुगन्तलघुपदस्य इत्युक्ते उपदायां यत् अस्ति तत्र इक्वर्णः ह्रस्व इक्वर्णः अस्ति चेत् ह्रस्व इक्वर्णस्य गुणः भवति इति सार्वधातुक अर्धधातुकयोः इति सारांश. इत्युक्ते पुगन्तलघुपदस्य च इत्युक्ते न केवलं पुगन्ताङ्गस्य गुणः, परन्तु लघुपदस्य अङ्गस्यापि एकः गुणः भवति. सो अत्र च इति पदमस्ति. सो अत्र दलद्वयं, पुगन्ताङ्गस्यापि गुणः, लघुपदाङ्गस्यापि गुणः. परन्तु कदा? निमित्तं किम् अस्ति? सार्वधातुकार्धधातुकयोः इति सप्तमी द्विवचनात् पदमस्ति, सप्तमी द्विवचनात् पदमस्ति. सो अत्र प्रत्ययद्वयस्य निर्देशः, एकमस्ति सार्वधातुकप्रत्ययनिमित्तीकृत्य अपि पुगन्ताङ्गस्य गुणः, नो चेत् लघुपदाङ्गस्य गुणः. पुक् आगमः यत्र अस्ति तदेव पुगन्तं, यस्य अन्ते पुक् आगमः सः पुगन्तं. सो पुगन्ताङ्गस्य अपि गुणः, लघुपदाङ्गस्य अपि गुणः अनेन सूत्रेण. परन्तु सर्वदा वा न? सार्वधातुकार्धधातुकयोः सार्वधातुकप्रत्ययः परे अस्ति तदा गुणः, नो चेत् आर्धधातुकप्रत्ययः परे अस्ति तदा गुणः. तस्मिन् विषये कीदृशाङ्गमत्र? भवान् सर्वेषां मिलित्वा किञ्चित् फार् फैव् मिनिट्स् यु डस्ट् डू द चिन्तनम्. ऐ विल् कम् आफ्टर् फैव् मिनिट्स् बिकास् मै सन् इस् गोयिङ्ग् फार् द एक्साम्. ऐ जस्ट् विश् वाण्ट् टु विश् हिम्. सो जस्ट् फार् फैव् मिनिट्स् ऐ वोण्ट् बि देयर्. ऐ विल् कम् आफ्टर् फैव् मिनिट्स्. सो यु जस्ट् डिस्कस् अमङ्ग् युवर् सेल्फ् दिस् पुगन्त लोक. पठतु भगिनि सर्वधातुके अर्धधातुके च प्रत्ययपरे सुलभमस्ति खलु सार्वधातुके अर्धधातुके प्रत्ययपरे पुक् अस्ति चेत् पठतु पठतु भगिनि उगन्तल अनेकवारं पठनीयं वा सार्वधातुकप्रत्यय चेत् गुणस्य कृते इत्संज्ञकारप्रकारयोः आवश्यकता नो चेत् अपित्वात् गुणनिषेधः सार्वधातुकप्रत्ययत् अस्ति तत्र पित् भवेत् नो चेत् गुणनिषेधः भवति आर्धधातुकप्रत्ययः चेत् गुणस्य कृते इत्संज्ञकशकार शकारपकारयोः आवश्यकता नास्ति नास्ति एव आर्धधातुकप्रत्यये शप् वा अस्ति वा पित् अस्ति वा इति किमपि न आवश्यकतं यतोहि अपित्वात् गुणनिषेधः इति आर्धधातुक सम्यक् न श्रूयते भगिनि भगिनि अहम् उच्चैः एव वदन्ती अस्मि अहं न जानामि किमर्थं सार्वधातुकप्रत्यये प्रत्यये छिप् वा अस्ति वा पित् अस्ति वा इति द्रष्टव्यम् अपित् अस्ति चेत् तत्र गुणस्य बाधा भवति परन्तु आर्धधातुकप्रत्यये छिप् अस्ति वा पित् अस्ति वा इति किमपि न दृष्टं तथा एव गुणः भवति अपित्वादपि गुणः भवति किन्तु आर्धधातुकप्रत्ययः चेत् पित्वम् अपित्वम् इति किमपि नास्ति आर्धधातुकप्रत्ययः कित् नित् गित् नास्ति चेत् तस्मिन् गुणसाधकमर्थं वर्तते अत्र आर्धधातुकप्रत्यये कित् अस्ति वा नित् अस्ति वा गित् अस्ति वा इति एव द्रष्टव्यम् श्रूयते वा इदानीं किन्तु इगन् धातुम् अस्ति इगुन् धातु अस्ति सन्ति चेत् तत्र गुणः भवति इगन् धातु नास्ति चेत् गुणः न भवति इगन् धातु एवम् आधातुक अन्यथा सार्धातुक अस्ति चेत् मध्ये गुणः भवति सम्यक् वा एकः गुणः इति अस्ति खलु ह्रस्व भवेत् पुगन्तलङ्गः ह्रस्व इकार एव गुणः भवति ह्रस्व महोदय किं वदति तत्र मत्वे दत्तनादिगणे मत् कि विकण्पति आयाति एवं तिगन्ते अपि मति तिगन्त तिगन्तकार्यकारणे आयाति तत्र मध्ये सूत्रं पूर्वं किं कार्यं करोति किं कार्यं करोति अन्यथा विकर्णप्रत्यये कां कार्यं करोति तिप् तिप् कर्तरि शप् इति सूत्रस्य आधारेण तिगन्त तिप् तिगन्तस्य तिबादयः प्रसक्तिः अस्ति परन्तु अपवादत्वेन तनादिभ्य कृ कृ इति इति अस्ति खलु तथा ऊकार एव आगच्छति तदा शङ्का अस्ति चेत् यथा भगिनीम् आगच्छति तदा पृच्छतु महोदय जुगल् महोदय भवान् अधिकं जानाति अहं चिन्तयामि अध्यायति अस्ति सन्ति सर्वाणि ज्यादा न जानन्ति न कं जानन्ति सर्वाणि प्रथमं तु मम ध्वनिः श्रूयते वा सम्यक् श्रूयते प्रथमं तो तनाधिकृभ्य उः इति सूत्रस्य प्रसक्तिः अस्ति अनन्तरं अनन्तरं उः तत्र उः प्रत्ययः मिलित्वा अतिबाधयः आयाति अनन्तरं यद्यपि सूत्रं पूर्वम् आयाति इति वादीय तत्परं विकर्णपते आयाति अस्ति चेत् नित् नित् अस्ति चेदेव गुणस्य प्रसक्तिः न भवति अन्यथा भवति न भवति किङ्गति च सूत्रेण अस्तु सो अत्र सार्वधातुकप्रत्ययेन अपि भवितुम् अर्हति अर्धधातुकप्रत्ययेन अपि भवितुम् अर्हति आं सत्यं भगिनि तदेव सूत्रे उक्तं सार्वधातुक अर्धधातुकयोः इति सप्तमी अस्ति निमित्सप्तमी अत्र अस्ति सो एतादृशः प्रत्ययः निमित्तीकृत्य एव पुगन्ताङ्गस्य गुणः नो चेत् लघुपदाङ्गस्य गुणः परन्तु वयं जानीमः पूर्वस्मिन् तत्र कुत्रचित् पठितवन्तः यदि सार्वधातुकप्रत्ययः अपित् अस्ति तत्र गुणः न भवितुं शक्नोति तथैव यदि आर्धधातुकप्रत्ययः कित् गित् नित् अस्ति तत्रापि गुणस्य बाधा भवति तत्र बाधकसूत्रमस्ति किनिति च सो यद्यपि सार्वधातुकप्रत्ययाः साक्षात् नित् न सन्ति तथापि तत्र अतिदेशसूत्रेण तेषाम् उपरि निद्वद् निदित्य लक्षणम् अध्यारोपिते तत् तस्य सूत्रं किमस्ति अतिदेशसूत्रं किम् सार्वधातुकम् अपित् सो यदि कोऽपि सार्वधातुकप्रत्ययः अपित् अस्ति तस्य उपरि निध् इति लक्षणम् अध्यारोपिते इति अतिदेशसूत्रेण सो यद्यपि शन् श्नु श श्नम् श्न एते सर्वे शित्वात् सार्वधातुकसंज्ञकाः परन्तु अपित्वात् ते निद्वद् व्यवहरति अतः तत्र दिव् इह धातु अस्ति तस्यानन्तरं शन् प्रत्ययः अस्ति शन् प्रत्ययस्य कारणेन दिव् देव न भवति किमर्थं चेत् यद्यपि सार्वधातुकप्रत्ययः तथापि तत्र अपित् अतः सार्वधातुकम् अपित् इत्यनेन निद्वद् व्यवहरति व्यवहारं करोति अतः तत्र किनिति च सूत्रस्य प्रसक्तिः भूत्वा णित् कित् किनिति इति सूत्रे कित् गित् नित् सो निद् इति भवति चेत् तत्र गुणः न भवति इति अत्र लिखितम् परन्तु ऊ इति यः विकरणप्रत्ययः ऊ प्रत्ययः आर्धधातुकसंज्ञक कित् गित् नित् नास्ति अतः ऊ कारणेन अपि अङ्गे गुणः भवितुं शक्नोति अतः तस्मिन् गणे महर्षिणा ऊ इति विकरणं दत्तम् न तु कोऽपि सार्वधातुक प्रत्ययः दत्तम् सो अदर्वैस् इफ् अदर्वैस् वाट् ही हेड् टु डू ही हेड् टु मेक् वन् मोर् प्रत्ययः एस् शुप् प्रत्ययः पकारस्य इत् शकारस्य इत् ऊ इति अवशिष्टभागः परन्तु अतः तस्य पित्वमपि अस्ति अतः तेन कारणेन गुणं क्षिणशेन भवितुं शक्नोति परन्तु महर्षिणा तत्र लाघवार्थं केवलम् ऊ एव दत्तं न तु शुप् दत्तम् अन्यथा वाट् ही शुड् हेव् डन् टु मेक् आल् द गणविकरणप्रत्ययः सार्वधातुकसंज्ञक हि बिकास् तत्र सार्वधातुक इति कोऽपि तत्र निमित्तम् एव नास्ति अतः तत्र केवलम् ऊ एव दत्तम् अस्तु अग्रे पठामः अग्रे कः पठितुमिच्छति कृष्णमूर्तिमहोदय पठितुमिच्छति वा महोदय अहं पठामि जगदीश मञ्जरी भगिनी वदति वा आं भगिनि पठतु भवती पठतु सार्वधातुकप्रत्यय चेत् जगदीश महोदय सीनियर् स्टुडेण्ट् अस्ति सार्वधातुकप्रत्ययः चेत् गुणस्य कृते इत् संज्ञकशकारपकारयोः आवश्यकता नो चेत् अपित्वात् गुणनिषेधः अर्धधातुकप्रत्ययः चेत् गुणस्य कृते इत् संज्ञकशकारपकारयोः आवश्यकता नास्ति चेव नास्ति एव यतोहि अपित्वात् गुणनिषेधः इति आर्धधातुकक्षेत्रे किमपि नास्ति. सार्वधातुकम् अपि प्रथमाध्याये द्वितीयपादे चतुर्थसूत्रम् अनुवृत्तिसहितसूत्रं सार्वधातुकम् अपि णित् सार्वधातुकप्रत्ययः चेत् एव अपित्वात् णित् णित्वात् गुणनिषेधः. किन्तु आर्धधातुकप्रत्ययः चेत् पित्वम् अपित्वम् इति किमपि नास्ति. अर्धधातुकप्रत्ययः कित् नित् गित् नास्ति चेत् तस्मिन् गुणसाधकसामर्थ्यं वर्तते. उप्रत्ययः तादृशः. इत्संज्ञकशकारपकारयोः वास्तविकी आवश्यकता यत्र अस्ति तत्र इत्संज्ञकशकारपकारौ भवेताम्. यथा शप् प्रत्यये आवश्यकता अस्ति शकारपकारयोः, अतः तत् सार्वधातुकप्रत्ययः उपयुक्तः. प्रथमपरिच्छेदे किं लिखितं? पित्वम् अपित्वम् इति चिन्तनं कुत्र करणीयम्? प्रत्यये पित्वम् अस्ति वा अपित्वम् अस्ति वा इति चिन्तनं कस्मिन् विषये करणीयम्? सार्वधातुकप्रत्ययः. आमां, सार्वधातुकप्रत्ययविषये एव करणीयं. किं चिन्तनं? सार्वधातुकप्रत्ययः पित्वा अपित्वा किमर्थम्? अर्धधातुकप्रत्ययः अस्ति चेत् तत्र आवश्यकता एव नास्ति. तत्तु सत्यं, परन्तु सार्वधातुकप्रत्यये इदानीं चर्चा किम् अस्ति? सार्वधातुक यः प्रत्ययः सः शित्वात् नो चेत् तिङ् अस्ति चेत् तत् सः अपि सार्वधातुकसंज्ञकः भवति. सो सार्वधातुकप्रत्यये अत्र परिच्छेदे लिखितं पित्वम् अपित्वम् इति चिन्तनम् अवश्य करणीयं. तेन किं भवति? किमर्थं करणीयम्? गुणकार्यं. अस्ति चेत् गुणकार्यं भवति तत्र. स्क्रीन् सम्यक् दृश्यते वा? न दृश्यते महोदय. हा, स्क्रीन् दृश्यते, अत्र दर्शिका दृश्यते. फुल् स्क्रीन् न दृश्यते वा? दृश्यते. इत्युक्ते अस्माकं चर्चा किम् अत्र लिखितं प्रथमपरिच्छेदे अपित्वम् इत्युक्ते पित्वम् अस्ति वा नास्ति तस्य चिन्तनं केवलम् अत्र लिखितम् अस्मिन् परिच्छेदे. सार्वधातुकप्रत्ययविषये पित्वम् अपि च अपित्वमस्य चिन्तनं करणीयम्. आर्धधातुकविषये पित्वम् अस्ति वा नास्ति वा इति चिन्तनम् अनावश्यकम्. किमर्थम्? किमर्थं चेत् यः अतिदेशसूत्रमस्ति सार्वधातुकम् अपित् अतिदेशसूत्रे केवलं सार्वधातुकविषये लिखित एव लिखितम्. अत्र किमपि आर्धधातुक् इति अनुवृत्तिः नास्ति. सो यः सार्वधातुकप्रत्ययः अपित् सः एव निद्वद् व्यवहरति. सो इति अपित् इति प्रयोजनम् अपित् इति प्रयोजनं पित् अपित् इति प्रयोजनं केवलं सार्वधातुकविषये एव. किमर्थं चेत् यः अतिदेशसूत्रम् अस्ति तत्र केवलं लिखितं सार्वधातुकम् अपित् निद् इव भवति. अत्र आर्धधातुकविषये किमपि न लिखितम्. सो यः अपित् इति यः अस्ति अपित् पित् इति विषयः केवलं सार्वधातुकविषये एव आवश्यकम्. आर्धधातुकविषये पित् वा अपित् वा इति तत्र न चिन्तनीयम्, अनावश्यकम्. इत्युक्ते यदा मया तत्र कोऽपि आर्धधातुकप्रत्ययः धातोः अनन्तरम् अनियर् प्रत्ययः, सो अनियर् प्रत्ययः मम प्रथमचिन्तनम् अस्ति तिङ्क्षित् नास्ति. अत्र कोऽपि शकारस्य इति नास्ति, तिङ्समूहे अपि नास्ति अनियर् प्रत्ययः. अतः आर्धधातुकं शेषः इत्यनेन इति संज्ञासूत्रेण अनियर् प्रत्ययः आर्धधातुक. सो यदा तत्र आर्धधातुकसंज्ञा भवति तत्र सार्वधातुकम् अपि इत्य सूत्रस्य कोऽपि कार्यमेव नास्ति. सः निद्वद् व्यवहरति वा न व्यवहरति वा इति तत्र चिन्तनम् अनावश्यकम्. केवलं सार्वधातुकविषये एव तत्र द्रष्टव्यम्. एतत् सार्वधातुक शित् कारणेन तु सार्वधातुकसंज्ञक अस्ति, परन्तु पित् अपि अस्ति वा? नास्ति चेत् अपित् अस्ति, अपित् अस्ति चेत् निद् इव भवति इति तत्र चिन्तनम्. सो आर्धधातुकविषये यदि सः प्रत्ययः साक्षात् कित् गित् नित् अस्ति तदा एव गुणनिषेधः. परन्तु सार्वधातुकविषये अधिकचिन्तनं करणीयं. यदि सार्वधातुकप्रत्ययः अपित् अस्ति सः निद् इव कार्यं करोति. निद् इव कार्यं करोति चेत् तत्र किनिति च सूत्रस्य प्रसक्तिः भवति. तेन कारणेन तत्र गुणस्य बाधा भवति. सो यदा तत्र धातुयोगश्यन् धातुयोगश्नु धातुयोगश लिखयोगश अस्ति, लिख इति धातुः तुदादिगणस्य धातुः. सो लट् लकारे, लोट् लकारे, विधिलिङ्ग् लकारे, लङ् लकारे, लिखयोगश सर्वत्र भवति एतेषु चतुर्षु लकारेषु. सो यदा तत्र लिखयोगश भवति तत्र लिखलेख न भवति. किमर्थं? श इति प्रत्ययः शित्वात् सार्वधातुक् तु अस्ति परन्तु अपित् अस्ति. अतः तत्र एव द्रष्टव्यं पित् वा अपित् वा. पित् अस्ति चेत् गुणस्य कोऽपि बाधा नास्ति. किमर्थं चेत् सार्वधातुक् पित् निद् इव न व्यवहरति, केवलम् अपित्. यः सार्वधातु प्रथमे सः सार्वधातुक् भवेत्, अनन्तरं सः अपित् अपि भवेत्, तदा एव सः निद् इव कार्यं कर्तुं शक्यते सः प्रत्ययः. यदि सः सार्वधातुक् अस्ति परन्तु पित् अस्ति तत्र एतस्य सूत्रस्य कार्यक्षेत्रमेव नास्ति. सः सार्वधातुकप्रत्यये एव पित्वम् अपित्वं द्रष्टव्यम्. अपित् अस्ति चेत् निद् इव भवति सः. यद्यपि साक्षात् नित् नास्ति परन्तु अतिदेशसूत्रेण तस्य उपरि निद् इति लक्षणम् अध्यारोपिते, अतः सः निद् इव व्यवहरति. अतः तत्र गुणस्य निषेधः भवति इति अत्र लिखितं. स्वपित्वम् अपित्वम् इति तत्र प्रयोजनं केवलं सार्वधातुकप्रत्ययविषये एव. सो इफ् यु सी मोस्ट् आफ् द अर्धधातुकप्रत्यये तत्र पित्वम् अपित्वं किमपि नास्ति. एकमेव प्रत्ययः तत्र ल्यप् इति प्रत्ययः. ल्यप् तदपि ल्यप् प्रत्ययः त्वास्थाने ल्यप् आदेशः भवति. सो ल्यप् इति प्रत्ययः यद्यपि तत्र आर्धधातुकसंज्ञकः परन्तु पित्वमपि अस्ति. सो तत्र पित्वस्य भिन्नप्रयोजनम् अस्ति. तत्र अस्ति एकं सूत्रमस्ति ह्रस्वस्य किति पिति तुक्. सो तत्र भिन्नप्रयोजनं, न तु गुणनिषेधः अपि च वृद्धिनिषेधः. सो नित् कारणेन तत्र गुण अपि च वृद्धिनिषेधः भवति. सो अपित् अपि च पित् इति चिन्तनं केवलं सार्वधातुकसंज्ञकप्रत्ययविषये एव करणीयं, न तु आर्धधातुकप्रत्ययविषये. सो आर्धधातुकप्रत्ययविषये अस्माभिः किं करणीयं? साक्षात् कित् अस्ति वा, साक्षात् नित् अस्ति वा, साक्षात् गित् अस्ति वा. यदि नास्ति चेत् तत्र सर्वदा गुणः भवति. यथा ऊ इति प्रत्ययः, ऊ प्रत्ययः कित् गित् नित् न. किमर्थं तादृशं वदामः? ऊ प्रथमे तु ऊ प्रत्ययः आर्धधातुक्. सो अत्र पित् अपित् इति न द्रष्टव्यम्. ऊ इति प्रत्ययः आर्धधातुक्, अतः अत्र किं द्रष्टव्यं? साक्षात् कित् अस्ति वा नास्ति, नित् अस्ति वा नास्ति, गित् अस्ति वा नास्ति. अतः गुणस्य कोऽपि बाधा नास्ति, गुणः करणीयम् इति सारांशः. सो अर्धधातु यदा तत्र कोऽपि प्रत्ययः शित् अस्ति, शित् कारणेन सः कीदृशप्रत्ययः? यः धातोः विधीयते तस्य विषये एव सार्वधातुक् अपि च अर्धधातुक् इति चिन्तनं. सो तत्र शकारपकारयोः तत्र प्रयोजनम् अस्ति. शप् प्रत्यये शकारस्य इति कारणेन सः सार्वधातुक् संज्ञक् भवति. पित् कारणेन तत्र गुणस्य बाधा कोऽपि नास्ति, अतः तत्र शकारपकारयोः प्रयोजनम् अस्ति, गुणं भवति तत्र शप् प्रत्ययनिमित्त कृत्य, नीने भवति, जीजे भवति, भूभो भवति शप् कारणेन, किमर्थं चेत् शप् प्रत्ययः पित्त्वमपि अस्ति, शित्वम् अपि अस्ति, शित् कारणेन सः सार्वधातुक् भवति, पित् कारणेन तत्र गुणस्य निषेधः नास्ति इति तत्र इत्संज्ञक वर्णयोः तत्र प्रयोजनं दृश्यते। सर्वैः अवगतं वा? कोऽपि प्रश्नः अस्ति चेत् कृपया पृच्छतु। एतत् नवमबिन्दु समापयामः, तत्र किमपि अन्यत् नास्ति। चेतना भगिनी अग्रे पठति वा? शपि शपि इत्संज्ञकः शकारपकारयोः आवश्यकता कथम्? शकारपकारयो इति प्रश्नः अस्ति। आम् आम्। श्यन् श्नु श्नम् श्ना एषां प्रत्ययानाम् अपित्वात् गुणनिषेधः। एतत् सर्वे अपित् अस्ति अतः गुणनिषेधः। अपित्वात् गुणनिषेधः इति तदा अर्थपूर्णः यदा कस्यचित् प्रत्ययस्य पित्वात् गुणसाधकसामर्थ्यम्। यदि अष्टाध्याय्यां न कोऽपि प्रत्ययः स्यात् यस्य पित्वात् गुणसाधकसामर्थ्यं तर्हि अपित्वात् गुणनिषेधः इत्यस्य कः अर्थः अभविष्यत्? तस्य निरर्थकस्य निवारणार्थम् एकः प्रत्ययः प्रदर्शनीयः आसीत् यस्मिन् पित्त्वं तदाधिकृत्य गुणसाधकसामर्थ्यं, स च प्रत्ययः शप्। इत्युक्ते अत्र लिखितं यदि इफ् देर् इस् नो डे हौ केन् वि से देट् दिस् इस् नैट्। सो विरुद्धभावः तत्र अस्ति चेदेव वयं वक्तुं शक्यते दिस् इस् वैट् एण्ड् दिस् इस् ब्लेक्, बिकास् वी नो देट् सम् थिङ्ग्स् आर् वैट्, देन् ओन्ली वी से नो दिस् इस् नाट् वैट्, दिस् इस् ब्लेक्। सो एकं प्रत्ययः भवेत् तत्र, इत्युक्ते तत्र सार्वधातुकप्रत्ययेषु ये सर्वे सार्वधातुकप्रत्ययः पश्यामः, एकमेव प्रत्ययः अस्ति विकरणप्रत्ययेषु यस्मिन् शित्वमपि अस्ति पित्त्वमपि अस्ति, शप् इति प्रत्ययः। सो तदेव प्रश्नः, शपि इन् शप् प्रत्यय इत्संज्ञक शकारपकारयोः आवश्यकता कथम्? सो एकं तत्र प्रत्ययः प्रदर्शनीयः यस्मिन् शित्वमपि अस्ति पित्त्वमपि अस्ति, पित्त्वकारणेन तत्र गुणस्य निषेधः नास्ति, परन्तु ये अन्यप्रत्ययाः विकरणप्रत्ययाः तेषां शित्वं तु अस्ति परन्तु पित्त्वं नास्ति, अतः वाट् वी से अत्र पित्त्वं नास्ति, श्यन् इति प्रत्यये पित्त्वं नास्ति, श्नु प्रत्यये पित् इति पकारसि इति नास्ति, श्नं प्रत्यये पकारसि इति नास्ति, अतः सो वन् प्रत्यय महर्षि हेड् टु शो देट् वन् प्रत्यय इस् दियर् यत् यस्मिन् शका पकारसि इति अस्ति तस्य कारणेन तत्र अङ्गे गुणः भवति। सो यत्र यत्र पित्त्वं नास्ति तत्र गुणस्य निषेधः, तस्य विषये कारणं किं वयं दृष्टवन्तः, सार्वधातुकम् अपि इति अतिदेशसूत्रं कारणं, तेन कारणेन किं भवति सः अपित् प्रत्ययः निद् इव भवति, तावदेव एतत् सूत्रं वदति, एतत् सूत्रं वदति यः सार्वधातुक अपित् प्रत्ययः सः निद् इव नित् इव व्यवहारं करोति तावदेव वदति। अनन्तरं वयं जानीमः यदि श्यन् इति प्रत्ययः निद् इव अस्ति अत्र किनिति च सूत्रस्य प्रसक्तिः भवति, अन्यथा यदि एतत् अतिदेशसूत्रं तत्र न आसीत् तत्र श्यन् इति प्रत्ययः तस्मिन् सोपाने किनिति च सूत्रस्य प्रसक्तिः एव नास्ति। किनिति च सूत्रं वदति कित् गित् नित् प्रत्यय परे एव गुणनिषेधः, सो श्यन् प्रत्ययः तु साक्षात् कित् गित् नित् नास्ति, परन्तु अतिदेशसूत्रद्वारा शन् इति प्रत्ययः निद् इव भवति. निद् इव भवति चेदेव किन् इति च सूत्रस्य प्रसक्तिः, अन्यथा नास्ति. साक्षात् नित् नास्ति, परन्तु अध्यारोपिते, नित्वम् अध्यारोपिते अस्य प्रत्ययस्य उपरि. सो अत्र लिखितम् एकं प्रत्ययः तादृशप्रदर्शनीयः व्याकरणग्रन्थे यत्र पित्वमपि अस्ति शित्वमपि अस्ति. अतः वयं किं वदामः, पित् कारणेन गुणः भवति, अपित् कारणेन गुणः न भवति. कुत्र? केवलं सार्वधातुकसंज्ञकप्रत्ययविषये एव इति तत्र लिखितम्. सो अत्र तदेव लिखितं, यदि अष्टाध्याय्यां न कोऽपि प्रत्ययः स्यात् यस्य पित्वात् गुणसाधकसामर्थ्यं. सो शपि पित् कारणेन गुणसार्थकसामर्थ्यम् आयाति. सो पित्वस्य प्रयोजनम् अस्ति तर्हि अपित्वात् गुणनिषेधः. सो वी केन् नाट् से इफ् दियर् वुड् नाट् हेव् बिन् नाट् अ सिङ्गल् प्रत्ययः यः यस्य पित् कारणेन तत्र गुणः, वी विल् नाट् हेव् बिन् एबल् टु गिव् दिस् व्याख्या देट् हियर् पित्वं नास्ति अतः तत्र गुणस्य निषेधः. सो एकं तत्र प्रत्ययः तत्र प्रदर्शनीयः यस्मिन् पित्वकारणेन तत्र गुणः. शित्वं शित्कारणेन सार्वधातुक संज्ञा, पित्कारणेन गुणस्य निषेधः नास्ति इति तत्र लिखितम्. अवगतं वा भगिनि? सो एतेषाम् अन्येषां गणविकरणप्रत्ययानां विषये पित्वस्य अभावः, तेन कारणेन एते सर्वे प्रत्ययाः निद् इव व्यवहरति. निद् इव व्यवहरति चेत् तत्र किनिति च सूत्रस्य प्रसक्तिः भूत्वा तत्र गुणस्य निषेधः. सो अत्र बेसिकलि अत्र ऊ प्रत्ययस्य विषये. गिरिजा भगिनी अग्रे पठितुम् इच्छति वा? अस्ति वा भगिनि? हा इदानीं श्रूयते भगिनि, पठतु. एतत् अन्यत् अन्तिम तत्र परिच्छेदमस्ति. किन्तु अनावश्यकतायां गौरवं, यथा यदि ऊ प्रत्ययः सार्वधातुकप्रत्ययः अभविष्यत् तर्हि येन गुणकार्यस्य सामर्थ्यं स्यात् इति संज्ञा इति संज्ञकशकारपकारयोः आवश्यकता इति कृत्वा शुपः. किन्तु तत्र गौरवं गौरवं नाम मार्गः दीर्घः, यतोहि द्वयोः वर्णयोः इति संज्ञा करणीया, लोपश्च करणीयः. गुणसाधनार्थं तस्मिन् दीर्घमार्गे न कोऽपि लाभः न वा आवश्यकता. उप्रत्यये इतिसंज्ञकशकारपकारयोः आवश्यकता नास्ति, अतः आर्थधातुकत्वात् लाघवम्. पूर्वे अपि वयम् एतत् चिन्तनं कृतवन्तः. वदतु अत्र किं, बेसिक्लि वी आर् डिस्कस्सिङ्ग् तनादिगणे ऊ इति विकरणप्रत्ययस्य किमर्थं तत्र महर्षिणा आर्धधातुकत्वात् इति तत्र दत्तम्. एकमेव प्रत्ययः भिन्नप्रत्ययः किमर्थं तत्र स्थापितं, तस्य विषये एव चिन्तनं, तस्य विषये एव एतादृशः तत्र विचारः तत्र स्वरूपमहोदयेन दत्तं. सो इदानीं तत्र सारांशः किमस्ति? सारांशः कोऽपि प्रत्ययः निरर्थकं न भवेत् इत्यनेन कारणेन लाघवार्थम् एतत् कार्यं करणीयम् इति उप्रत्यये इति संज्ञः शकारपकारयोः आवश्यकता नास्ति. किमर्थम् इत्युक्ते शप् नास्ति, शित् नास्ति, पित् नास्ति इत्यनेन तस्य सार्वधातुकप्रत्ययः उप्रत्ययः अभविष्यत् तर्हि येन गुणकारस्य सामर्थ्यं स्यात् इत् संज्ञकः शकारपकार्यः आवश्यकता इति कृत्वा शुक्, किन्तु तत्र गौरवं नाम मार्गः दीर्घः, यतो एतत् उकार उप्रत्ययः षित् नास्ति, षित् नास्ति पित् नास्ति, परन्तु आर्थदातकम् अस्ति. गौरवम् इत्युक्ते न, गौरवम् इत्युक्ते मार्गदीर्घः भवति इत्युक्ते अत्र किं प्रक्रिया अधिकतया दीर्घतया भविष्यति, तद् निवारणार्थं लघुत्वम् इच्छति, तत् कारणात् एतत् कृतवान् इति. इत्युक्ते तनादिगणे तनादिगणे तनादिगणस्य प्रत्ययः विकरणप्रत्ययः एव उकारः. सो तनादिगणे केचन धातवः सन्ति यत्र साक्षात् धातौ गुणः गुणस्य तत्र इष्टं, गुणः इष्टं, यथा तत्र क्रूधातुः, क्रूधातुः कर् भवति विकरणप्रत्ययस्य कारणेन, उ इति कारणेन. तथैव वयं पूर्वे दृष्टवन्तः क्षिन् इति प्रत्ययः क्षेण् भवति, सो क्षिन् प्रत्ययः अपि गुणः इष्टं. सो गुणः इष्टम् अस्ति चेत् तत्र महर्षिद्वारा किं करणीयम्? तत्र तादृशविकरणं स्थापनीयं यस्मिन् गुणसामर्थ्यं भवेत्. सो फार् देट् सपोज् अत्र लिखितम् उ इति प्रत्यये गुणसामर्थ्यम् अस्ति, किमर्थं चेत् आर्द्रधातुक अस्ति अपि च कित् कित् नित् नास्ति, अतः अस्मिन् प्रत्यये गुणसामर्थ्यं वर्तते. परन्तु यदि वयं किं वदामः, यदि सर्वे शन् शनु सर्वे घनविकरणप्रत्ययः सार्वधातुकसंज्ञकः, कथं महर्षिणा एकमेव प्रत्ययः अर्धधातुक दत्तं? तत्र किं प्रयोजनं? सो अत्र लिखितं लाघवार्थम् एव तत्र दृश्यते. किमर्थं चेत् अन्यथा तत्र महर्षिद्वारा किं करणीयं? शुप् इति प्रत्ययः योजनीयम्. अत्र उकारस्य अपि आवश्यकता, अपि च तादृशप्रत्ययः यदि यः उ इति प्रत्ययः सार्वधातुक भवेत्, केवलं शु इति लिखामः चेत् शु इति अपित् भवति. सो तत्र गुण अस्मिन् प्रत्यये गुणसामर्थ्यं कदा आयाति? यदा तत्र पित्वम् अपि अस्ति. शित्वं शित्कारणेन सार्वधातुक, पित्कारणेन गुणस्य निषेधः नास्ति. सो तत्र महर्षिद्वारा किं लेखनीयं? तत्र शुप् इति प्रत्ययः यदि वयं तत्र चिन्तयामः, सपोज् वी आर् डिस्कसिङ्ग् वै ही हेस् गिवन् ओन्ली वन् आर्धधातुक्, ही शुड् हेव् गिवन् दिस् आल्सो सार्वधातुक्. सो फार् मेकिङ्ग् दिस् उ इति प्रत्ययः सार्वधातुक्, ही वट् मार्ग इस् देयर्? ही शुड् हेव् गिवन् शुप् इति प्रत्ययः. शकारस्य इत् पकारस्य इत् उ इति अवशिष्टभागः. सो परन्तु तेन किं भवति? तेन मार्गं दीर्घ भवति, अस्माकं मार्गः दीर्घं दीर्घ भवति. सो तत्र गौरवम् अस्ति, प्रथमे तत्र शकारस्य इति करणीयम्, अनन्तरं पकारस्य इति करणीयम्, अनन्तरं तयोः लोपः करणीयं. सो तत्र शकारपकारस्य कोऽपि प्रयोजनं नास्ति, अतः महर्षिणा केवलम् उ एव दत्तम्. अतः एतत् सर्वं लाघवं लाघवार्थम् एव कृतं. किमर्थं चेत् तस्मिन् प्रत्यये शकार सार्वधातुक भवेत्, सार्वधातुक एव भवेत् इति कोऽपि प्रयोजनमेव नास्ति. यद्यपि आर्धधातुक अस्ति, कित् कित् नास्ति तत्र गुण, अस्मिन् गुण केवलं तत्र किं प्रयोजनं? तनादिगणे यः विकरणप्रत्ययः, तस्मिन् विकरणप्रत्यये गुणसामर्थ्यं भवेत्, सः आर्धधातुक वा सार्वधातुक वा इति तत्र प्रयोजनं नास्ति. केवलं तदेव प्रयोजनं, प्रत्यये गुणसामर्थ्यं भवेत्. सो उ प्रत्यये तत् सामर्थ्यम् अस्ति, तेन कारणेन तत्र गुणः भवितुं शक्नोति. अपि च लाघवमपि भवति, लघु भवति, प्रत्ययः लघु भवति, कोऽपि अनुबन्धवर्णः एव नास्ति. अतः लाघवार्थम् एव एकस्मिन् गणे महर्षिणा तत्र तनादिगणे उ इति प्रत्ययः स्थापितम् इति तत्र निष्कर्षः. अवगतं वा भगिनि? आम् आं भगिनि. तदेव. परन्तु मम एकः प्रश्नः, गुणकार्यं सर्वथा करणीयम् इति नास्ति खलु? यत्र इष्टं तत्र एव करणीयं. सि महर्षि हेज़् मेड् द ग्रामर्, पाणिनि महर्षि. परन्तु तत्र भाषा तु पूर्वे एव आसीत् न सो यत्किमपि सो विद् रेस्पेक्ट् टु क्षिन् धातुः तत्र क्षेणति इति रूपम् आसीत् सो ही हेड् अ वेरि डिफिकल्ट् टास्क् ही फिटेड् एव्रिथिङ्ग् वट् वास् एक्सिस्टिङ्ग् इन् द संस्कृत भाषा ही adjusted everything in all the sutras. So he was not having any flexibility. His hands were tied. He had the rupa, the tatra bhasha purve asit, but only he wanted to organize the rules for this bhasha. General rules he made, and then whichever is required, we have to use it accordingly. No. For everything, for every karya we do, he has made the rules. So what, whether that pada is in the way that is used in the Vedas or that is used in the Laukik Bhasha, he made rules for every pada whichever were existing, which words were used in the Bhasha. For each and every word he had to make the sutra. So this is the beauty of the Ashtadhyayi, na? Because that grantha is laghu and there are nyunani, only 4,000 sutras for such a brihad bhasha. So many padas are there. So because, see, he had not flexibility, na? Bhasha will decide the vyakran. Vyakran will not decide the bhasha. Bhasha will decide whatever was used at that time. So for these dhatus, which he had put in the Tanadi Gana. So he saw what are the rupas, what are the forms for these pratyaha. So accordingly, and his main purpose was, see, Vyakran Grantha was before Panini also, but they were very huge. It used to take a lifetime to understand those Vyakran, to read those Vyakran Grantha. For that only, he had this Ichha in his mind that I will make a very short. So that is why we always say, na, Maharishi Laghavam Ichchati, Maharishi Laghavam Ichchati, Sutra Laghu Bhavet, Grantham Laghu Bhavet, iti tasya Ichcha. Because otherwise the Vyakran Shastra was there, but they were all haphazardly organized. So he made a very short and organized way for expressing the Sanskrit Bhasha, for the grammar part of the Sanskrit Bhasha. So okay. That is why he is atra likhitam. Kimartham saha shupna likhitam, kimartham u likhitam. So tatra shakara pakara se kopi prayojanam nasti. Shup pratyapi guna samarthyam, u pratyapi guna samarthyam. So u kevalam u vadeti che tatra lagavam bhavati. Anyatha tatra margaha tatra dirgam gauravam asti. Tatra prathamesha शकारस्य इति करणीयम्, पकारस्य इति करणीयम्, अनन्तरं लोपः अपि करणीयम्, अनन्तरम् एव उ अवशिष्यते. अतः तादृश न कृत्वा सः केवलम् उ इति दत्तं, तेन लाघवं भवति. सो लाघवार्थम् एव तत्र तनादिगणे उ इति प्रत्ययः, आर्धधातुप्रत्ययः तत्र स्थापितम्. अवगतं. अपि च अत्र दृश्यतु, वन् मोर् ब्यूटि धातुयोग उ अस्ति. सो अत्र अर्धधातु अत्र इडागमस्य अपि प्रयोजनं न इष्टम्. इष्टम् इत्युक्ते हि डस् नाट् वाण्ट् एन् इडागम शुड्, तस्य विचारः अपि करणीयं. सो हि पुट स्वर अत्र अवलादि अस्ति, वलादि नास्ति. यद्यपि अर्धधातुक् अस्ति परन्तु अवलादि अस्ति. सो अत्र अर्धधातुक सेड् वलादेः इति सूत्रस्य अपि प्रसक्तिः नास्ति. तत् इष्टं न, इष्टम् एव नास्ति. वी डोण्ट् डिसैर् अत्र इडागमः. अतः उ इति दत्तं. सो तत् चिन्तनमपि न करणीयम्, अनावश्यकम्. उ इति प्रत्ययः वलादि नास्ति, अतः इडागमः अपि न भवति अत्र दातौ प्रत्यये इति. तत्र सारांशः. सो एव्रिथिङ्ग् हि हेड् टु थिङ्क् अबौट् बिफोर् गिविङ्ग् अस् सम् प्रत्यय. अस्तु, कोऽपि प्रश्नः नास्ति चेत् अत्र स्थगामः. इदानीं तु समयः, बहु समयः अभवत्. कोऽपि प्रश्नः अस्ति चेत् नोट् करोतु, अग्रिमस्मिन् वर्गे तत्र डिस्कस् कुर्मः. धन्यवादः.